गतरविवासरे अस्माभिः नूतनकरपत्रम् आरभितं, तत्र सार्वधातुकलकाराः आर्धातुकलकाराः च इति करपत्रमस्ति। तत्र एकः विषयः आसीत् सार्वधातुकलकाराः इत्युक्ते के, आर्धातुकलकाराः इत्युक्ते के इति प्रश्नः आसीत्। तर्हि एकवारं पुनः पुनः दृष्ट्वा अग्रे गच्छामः। अस्तु, तर्हि अमित् महोदय अस्ति खलु? आं महोदय। नमस्ते महोदय। नमस्ते। अत्र एकवारं कृपया वदतु, सार्वधातुकलकारः इत्युक्ते किम्, आर्धातुकलकारः इत्युक्ते किम्? सार्वधातुकलकारः इत्युक्ते लट् लोट् लङ् विधिलिङ् च इति सार्वधातुकलकारः। अन्ये सर्वे अन्य षट् लकारः आर्धधातुकलकारः। परन्तु तस्य अर्थः कः, अर्थं किम्? यस्मिन् लकारे धातुः तिङ् प्रत्ययः साक्षात् पश्यति सः सार्वधातुकलकारः, अन्य सर्वे आर्धधातुकलकारः। तर्हि यथा महोदयेन उक्तं, यत्र यत्र धातुः साक्षात् तिङ्प्रत्ययः पश्यति, विकरणप्रत्ययात् विकरणप्रत्यययोजनापूर्वात् विकरणप्रत्यययोजनात् पूर्वं यदि साक्षात् लकारः पश्यति, यदि साक्षात् धातुः तिङ्प्रत्ययः पश्यति, तिङ्प्रत्ययः अपि सार्वधातुकप्रत्ययः अस्ति खलु, तर्हि तत् सार्वधातुकलकारः इति उच्यते। तर्हि लट् लोट् लङ् विधि लिङ् तत्र विकरणप्रत्ययस्य योजनात् पूर्वं धातुः साक्षात् पश्यति तिङ्प्रत्ययः, तस्य धातुः प्रत्ययः धातोः प्रत्ययः च मध्ये किमपि नास्ति, तर्हि एते चत्वारः लकाराः सार्वधातुकलकाराः इति उच्यन्ते। परन्तु ये अन्यलकाराः सन्ति, यथा लृट् अस्ति, तथा तत्र अस्माभिः गतरविवासरे अष्टाध्यायीसूत्रपाठे अस्माभिः दृष्टं यत् एकः नूतनसूत्रमस्ति यस्यासि लृटौ, तत्र किमस्ति यत् पाणिनिः साक्षात् वदति यत् सर्वप्रथमं यदा तिङ् प्रत्ययः आगच्छति लृट् लकारस्य विषये, तस्य तस्मात् पूर्वं स्य अपि योजयतु इति पाणिनि वदति। तर्हि अत्र किं वदति, किमस्ति यत् धातुः साक्षात् तिङ् प्रत्ययः न पश्यति अपि तु मध्ये स्य अपि आगच्छति। अधुना स्य यत् अस्ति तस्य योजनात् तिङ् प्रत्ययस्य परिवर्तनं भवति, तत् केवलं साक्षात् तिङ् न तिष्ठति परन्तु स्य प्लस् तिङ् इति भवति। तर्हि तर्हि साक्षात् धातुः स्य इति पश्यति, साक्षात् तिङ् न पश्यति, अतः तत् आर्धातुकलकारः इति उच्यते। महोदय संशयः, महोदय संशयः, लृट् अतः लृट् यत् अस्ति तत् आर्धातुकलकारः इति भवति, तावदेव आशीर्लिङ् लुङ् लृङ् इति अपि तावदेव दृष्ट्या आर्धातुकलकारः इति उच्यन्ते। वदतु महोदय, मम संशयः। मम मनसि सदा धातोः परं गणविकरणः प्रत्ययः भवति चेत् तत् सार्वधातुकधातु, नो चेत् आर्धधातुकं धातु इति वाक्ये किं दोषः, किमर्थं प्रथमगणसमूहः द्वितीयगणसमूहः गणद्वयं भवति, गणद्वयम् आवश्यकम्? यत् भवती यत् वदति तत् किमस्ति, तत् रिवर्स् मध्ये भवती लाजिक् करोति। भवतः अब्सर्वेशन् यत् अस्ति यत् सार्वधातुकलकारः यत्र सन्ति तत्र गणप्रत्यय विकरणप्रत्ययः आगच्छति, आर्धातुकलकारः यत्र सन्ति तत्र गणप्रत्ययः विकरणप्रत्ययः न आगच्छति इति अब्सर्वेशन् तु समीचीनमस्ति, परन्तु गणप्रत्ययः यत्र आगच्छति तत् सार्वधातुकलकारः अस्ति, यत्र न आगच्छति तत् आर्धधातुकलकारः अस्ति इति चिन्तनं सम्यक् नास्ति। यतोहि शृणोतु, तत् आङ्ग्लभाषायां यदि अहं वदामि तत्र देर् इस् विकरणप्रत्यय देट्स् वै इति सार्वधातुकलकार तत्र तथा नास्ति, तत् सार्वधातुकलकार अस्ति अतः विकरणप्रत्यय आगच्छति इति अस्ति। तर्हि यत्र विकरणप्रत्ययः न आगच्छति तत् आर्धातुकलकारः अस्ति इति न, परन्तु तत् आर्धातुकलकारः अस्ति अतः विकरणप्रत्ययः न आगच्छति इति वार्ता अस्ति। भेदं पश्यति वा? कथं कथं जानीमः? तत्र अग्रे यदा वयं गच्छामः एकं तत्र सूत्रम् अहम् अवगच्छामि वाट् बुक् इस् सेयिङ्ग् अदन्तं धातुगणः प्रथमगणसमूहः अनदन्तं द्वितीयगणसमूहः इति अहम् अवगच्छामि, परन्तु मम मनसि सुलभरूपेण यदा गणविकरणप्रत्ययः अस्ति चेत् सार्वधातुकं, गणविकरणविकरण नास्ति चेत् आर्धधातुकम् इति एव स्थापयति मम मनसि। आम्, तत्तु आब्सर्वेशन् रूपेण अस्ति, तत् सम्यक् एव अस्ति, परन्तु व्याकरणे यदा एकः क्रमः अस्ति खलु, प्रथमः धातुः आगच्छति, तदनन्तरं तिङ् आगच्छति, तदनन्तरं विकरणप्रत्यय आगच्छति न वा इति वयं चिन्तयामः, तर्हि एकः क्रमः अस्ति, तर्हि तत् क्रमेण अनुसृत्य यदि वयं पश्यामः, क्रमम् अनुसृत्य यदि वयं पश्यामः तर्हि विकरणप्रत्यय अनन्तरम् आगच्छति। सार्वधातुक आर्धातुकलकारः इत्यस्य चिन्तनं पूर्वमेव भवति, तदनन्तरं सार्वधातुकलकारः अस्ति चेत् विकरणं करोतु, आर्धातुकलकारः अस्ति चेत् विकरणं मा करोतु इति। तत् द करेक्ट् आर्डर् आफ् थिङ्किङ्ग् द करेक्ट् लाजिक् आफ् थिङ्किङ्ग् इस् देट् अल्टिमेट्लि युर् आब्सर्वेशन् इस् करेक्ट् एण्ड् बट् देट् इस् नाट् द करेक्ट् वे टु रीज़न् इट् इति वार्ता। तर्हि भवती यद् वदति तत् तर्हि एकवारं यदा सार्वधातुकलकारः इति चिन्तनम् अभवत्, आर्धातुकलकारः इति चिन्तनम् अभवत्, यथा एकवारं लट् लोट् लङ् विधिलिङ्ग् इति चिन्तनम् अवदत्, तदनन्तरम् अधुना विकरणप्रत्ययस्य समयः अस्ति। विकरणप्रत्ययः यदि सार्वधातुकलकारः अस्ति, विकरणप्रत्ययः यद् गणः अस्ति तदनुसृत्य विकरणप्रत्ययः आगच्छति, यत् भवादिगणेश तुदादिगणेश इति सर्वमस्ति। तदनन्तरम् अतः विकरणप्रत्ययः गणस्य गणम् अनुसृत्य विकरणप्रत्ययः भिद्यते, अतः सार्वधातुकलकारेषु तिङन्तपदेषु बहुभिः भिन्नता दृष्टा, परन्तु आर्धातुकलकारे तु गण अनुसृत्य विकरणप्रत्ययः नास्ति, अतः कस्मिन्नपि गणे धातुः वदतु तस्य महत्त्वमेव नास्ति, रूपं प्रायः समानम् एव दृश्यते, यतोहि पास्यति अस्ति, द्रक्ष्यति अस्ति, किमपि अस्ति तस्य रूपं समानमेव दृश्यते, परन्तु सार्वधातुकलकारेषु गण अनुसृत्य विकरणप्रत्ययः भिद्यते, अतः रूपमपि भिद्यते इति वार्ता अस्ति। तदनन्तरम् अस्माभिः महोदय वदतु, विकरणप्रत्यय केवलसार्वधातुकप्रत्ययेषु एव सार्वधातुकलकारेषु एव भवति, अन्यत्र कुत्रापि न भवति न? अस्तु अस्तु, तस्य सूत्रम् अपि अस्ति, तत् सूत्रम् अग्रे आगच्छति, वयं यदा आगच्छति तदा वयं तस्मिन् विषये अपि चर्चां कुर्मः। अस्तु, तर्हि अहं विस्मरामि गतरविवासरे अस्माभिः कुतः पर्यन्तं पठितं, षष्ठः बिन्दुः खलु, दशबिन्दु ओ दशबिन्दु वा? न, समाप्तं न अभवत्, समाप्तं तु न आसीत्। अस्तु, एकवारं पुनः परिशीलयामः, उदाहरणं न पश्यतु। अस्तु, तर्हि एकनिमिषः षष्ठमः बिन्दुतः वयं पठिष्यामः षष्ठमः सिक्स्थ् पायिण्ट् भानुचैतन्यमहोदय अस्ति खलु महोदय हरि ओं महोदय नमस्ते षष्ठमः बिन्दु पठतु तिबादीन् निमित्तीकृत्य धातुविकरणयोः मेलनेन यत् अङ्गं निष्पद्यते तस्य अन्तिमः वर्णः अकारः अस्ति चेत् अङ्गम् अदन्तम् इत्युच्यते अत् इत्युक्ते ह्रस्वः अकारः अपरस्तत्कालस्य इति सूत्रेण तकारे परे सति प्राप्यः स्वरः तस्य एव कालस्य सङ्केतः अत् योगः अन्तम् अदन्तम् धातुविकर्णयोः मेलनेन निष्पन्नस्य अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत् अङ्गम् अनदन्तम् इत्युच्यते तावत्पर्यन्तं महोदय अग्रे पठतु एकवारम् वदतु महोदय तिप् आदि यत् तिङन्तप्रत्यय अस्ति तत् तद् निमित्तमस्ति चेत् धातुः विकर्णप्रत्ययोः मेलनेन धातु योगविकर्णप्रत्यय यत् अङ्गं निष्पद्यते तस्य अन्तिमः वर्णः यदि अकारः अस्ति चेत् तर्हि तत् तत् अङ्गम् अदन्तम् इति वदामः वयम् अत् इत्युक्ते किम् इति पूर्वमपि जानीमः किन्तु तत्र दीयते अत् इत्युक्ते ह्रस्व आकारः किम् इत्युक्ते तपरस्तत्कालस्य इति सूत्रेण सकारः यद् अस्ति तद् पूर्वं यः स्वरः अस्ति तदेव सङ्केतः अत्र ह्रस्वाकारः अस्ति तकारः पूर्वम् अतः अत् इत्युक्ते अकारः ह्रस्वाकारः एव अतः यत् अङ्गं धातुविकरणयोः यद् अङ्गं निष्पद्यते तद् अन्तिमवर्णः अकारः अस्ति चेत् तद् अदन्तम् धातुविकरणयोः मेलने निष्पन्नस्य अङ्गस्य नास्ति चेत् अकारः नास्ति चेत् अदन्तः नास्ति चेत् तद् अनदन्तम् इति उच्यते सम्यक् तर्हि कथं चिन्तयामः यत्र तत्र क्लासिफिकेशन् अस्ति इति रूपेण वयं चिन्तयामः सर्वोपरि लकारः सार्वधातुकलकारः अस्ति वा अर्धातुकलकारः अस्ति वा इति प्रथमः क्लासिफिकेशन् तदनन्तरं सार्वधातुकलकारः अस्ति अतः विकरणप्रत्ययः आगच्छति इति विचिन्त्य तत्र गणरूपेण क्लासिफिकेशन् भवति दशगणेषु ध्वादिगण सुदादिगण सुनादिगण इति अस्ति तत्र एव यत्र गणक्लासिफिकेशन् अस्ति तत्र एक सब क्लासिफिकेशन् इति रूपेण वयं चिन्तयितुं शक्नुमः यत् अनदन्तम् अस्ति अदन्तम् अस्ति इति तर्हि किम् अस्ति यत् अस्माभिः गतरविवासरे दृष्टं यत् तिङ्प्रत्ययः यत्कोपि प्रत्ययः भवेत् तस्य कृते एक अङ्गम् अस्ति तत्र तिङ्प्रत्ययस्य कृते अङ्गं सार्वधातुकलकारेषु किमस्ति धातुः विकरणप्रत्ययस्य मेलनेन यत् संयुक्तरूपं वदत् अस्ति तत् तिङ्प्रत्ययस्य कृते अङ्गमस्ति तद् अङ्गं यत् अस्ति धातुविकरणप्रत्ययस्य मेलनेन यत् अङ्गं निष्पद्यते तस्य विकरणप्रत्ययस्य विकरणप्रत्ययम् अनुसृत्य तस्य अङ्गस्य अन्तिमवर्णः ह्रस्व अकारः कुत्रचित् ह्रस्व अकारः भवति कुत्रचित् ह्रस्व अकारः न भवति यत्र यत्र ह्रस्व अकारेण अङ्गं यत्र ह्रस्व अकारः अङ्गस्य अन्ते भवति तत् अदन्तम् अङ्गम् इति अस्ति अत् अन्तम् अत् इत्युक्ते ह्रस्व अकारः वयं जानीमः यत्र यत्र ह्रस्व अकारः अन्ते न अस्ति तत् अदन्तम् अङ्गं न अस्ति न अदन्तम् अनदन्तम् इति भवति. तर्हि किमस्ति यत् एतत् अदन्तम् अनदन्तम् इति साक्षात् अष्टाध्यायी मध्ये न लिखितमस्ति. यतो भ्वादिगणः अस्ति चेत् अदन्तम् अदन्तं जुहोत्यादिगणः अस्ति चेत् अनदन्तम् इति साक्षात् लिखितं नास्ति. परन्तु पाणिनेः अष्टाध्याय्यां यानि यानि सूत्राणि सन्ति तत्र सूत्राणि अङ्गम् अदन्तम् अस्ति चेत् भिन्नसूत्राणि सन्ति, अङ्गम् अनदन्तम् अस्ति चेत् सूत्राणि किञ्चित् भिन्नं सन्ति इति सूत्रम् अनुसृत्य यत् पुष्पादीक्षित् महोदया अस्ति पुस्तकस्य लेखिका अस्ति प्रख्यातवैयाकरणिका अपि अस्ति तेन एतद् क्लासिफिकेशन् कृतं येन सौलभ्यं भवति. अतः यतो महोदय यत् स्वरूपमहोदय अस्ति तस्य तस्याः एव छात्रः अस्ति अतः तेन तस्याः शैली अस्माकं वर्गे अपि प्रचलति अतः तत् क्लासिफिकेशन् भवति. यतोहि केचन सूत्राः अदन्तम् अङ्गस्य कृते भवन्ति कानिचन सूत्राणि अदन्तम् अङ्गस्य कृते भवन्ति कानिचन सूत्राणि अनदन्तम् अङ्गस्य कृते भवन्ति इति अतः एतत् क्लासिफिकेशन् कृते. अस्तु अग्रे पठतु महोदय. महोदय इदानीं भवान् वदति अन्तिमः किं वाक्यं महोदय क्लासिफिकेशन् तदेव यत् अदन्तम् अनदन्तम् अस्ति एतत् क्लासिफिकेशन् साक्षात् अष्टाध्याय्यां न अस्ति परन्तु पुस्तकस्य च लेखिका अस्ति पुष्पादीक्षित् महोदया तेन यत् क्लासिफिकेशनम् अस्ति तत् कृतं. किमर्थं यतोहि सम्यक् महोदय वदति वर्गीकरणम् अदन्तं सूत्राणि कानिचित् सन्ति अनदन्तं सूत्राणि सन्ति अतः तद् सूत्रं तु पाणिनीये दत्तं न सूत्रं तु पाणिनीये दत्तं परन्तु अदन्तम् अनदन्तं तु पाणिनी न दत्तं साक्षात् न दत्तम् अस्तु महोदय अग्रे पठतु. सप्तमबिन्दु धातूनां दशगणाः सन्ति इति तु ज्ञातं. दश धातुगणाः पुनः विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम् येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते. येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते. यथा प्रथमगणसमूहः भ्वादिगणः दिवादिगणः तुदादिगणः चुरादिगणः, द्वितीयगणसमूहः अदादिगणः जुहोत्यादिगणः स्वादिगणः रुदादिगणः तनादिगणः क्रयादिगणः. धातूनां दशगणाः सन्ति दशधातुगणाः पुनः एतत्तु अस्माभिः पठितं प्रायः एकनिमेषः तर्हि एतत्तु अस्माभिः पठितं यत् दशलकारः सार्वधातुकार्धतुकलकारः इति सन्ति इति अस्माभिः उदाहरणपर्यन्तम् उदाहरणं पठतु पूर्वम् उदाहरणं न पठितवन्तः उदाहरणं पूर्वं धन्यवादः अधुना अधुना स्मरितं भानुमहोदय महोदय तत्र नवमबिन्दु अनन्तरम् उदाहरणम् उदाहरणं स्तः द्वौ आं महोदय सार्वधातुकलकारः दट् तत् पठतु आं महोदय उदाहरणं सार्वधातुकलकारः लट् वद् धातुयोग लट् लकारः वद् योगः ति तत् वद् योगः शप् योग ति किं पठति किं पठति नवमबिन्दु अनन्तरम् उदाहरणम् अस्ति खलु आम् पठतु निष्पद्यते वद्योग अकारयोगति अन्तिमः वदति इति पदं निष्पन्नं भवति. कथम् इति तदनन्तरमपि महोदय तद् वदामि. पठतु उपरितने क्रमे. उपरितने क्रमे धातूनां तिङ् प्रत्ययः ति दृश्यते. वद् योग ति नाम मध्ये कोऽपि बाधा किमपि व्यवधानं नास्ति. धातूनां तिङ् प्रत्ययः दृश्यते इति कारणतः कर्तरि शप् इत्यनेन सूत्रेण मध्ये विकरणप्रत्ययः शप् विहितः. भ्वादिगणे शप् तिष्ठति. अपरेषु गणेषु शपं प्रबाध्य तत्तत् गणे अन्ये विकरणप्रत्ययाः आयान्ति. एतदर्थं सार्वधातुकलकारेषु धातुः कस्मिन् गणे अस्ति इति ज्ञातव्यम्. तर्हि धन्यवादः महोदय. अस्माभिः यत् एतत्तु प्रथम पूर्वमेव दृष्टं. तर्हि यत् सर्वप्रथमं यदापि तिङ्गन्तपदस्य निर्माणस्य अवसरः भवति तर्हि सर्वप्रथमं वक्ता किं कथयितुम् इच्छति तस्य चिन्तनं भवति. अधुना वक्ता इच्छति यत् वद् धातोः अहम् उपयोगं करोमि. अतः प्रथमः धातुः आगच्छति वद्. तदनन्तरं वक्ता चिन्तयति यत् ओ अधुना कस्मिन् लकारे करोमि, लट् लकारे. अस्तु, तर्हि वद् योगः लट्. तदनन्तरं सर्वप्रथमं यदापि लट् लकारः कोऽपि लकारः आगच्छति तदनन्तरं सर्वप्रथमं तस्य स्थाने लकारस्य स्थाने साक्षात् तिङ् प्रत्ययः आगच्छति. अधुना वक्ता चिन्तयति कस्मिन् पुरुषे कस्मिन् वचने करोमि, तर्हि अहं प्रथमपुरुषे एकवचने वाक्यं करोमि. अतः लट् लकारस्य स्थाने ति आगच्छति, वद्योगः ति. अधुना वद्योगः ति इति अस्ति. तर्हि साक्षात् वद् धातुतः ति दृश्यति, ति दृश्यते. मध्ये कोऽपि बाधा नास्ति, अतः सार्वधातुकलकारः इति उच्यते. तर्हि वद्योगः ति अत्र लट् लकारः सार्वधातुकलकारः अस्ति इति. तदनन्तरम् एकं सूत्रमस्ति कर्तृशप्. अत्र प्रायः अग्रे तस्य चर्चा भवति, परन्तु अत्य एव अहं वदामि. अत्र लिखितमस्ति खलु धातुना तिङ् प्रत्ययः दृश्यते इति कारणतः कर्तृशप् इत्यनेन सूत्रेण मध्ये विकरणप्रत्ययः शप् विहितः. तस्य अर्थः किं? तत्र सूत्रमस्ति कर्तृशप्, अनुवृत्तिसहितसूत्रमस्ति कर्तृशप् सार्वधातुके. तस्य किमस्ति अर्थः? यत् कर्तरि नाम कर्तृवाच्य इति प्रयोगे, केवलं कर्तृवाच्य इति प्रयोगे, कर्मवाच्यभाववाच्य इति न, परन्तु कर्तृवाच्य इति प्रयोगे कर्तरि शप् सार्वधातुके. सप्तमीविभक्ति अस्ति सार्वधातुके. यत् यदि धातुना धातोः अनन्तरं यदि सार्वधातुक अस्ति, नाम सार्वधातुकलकारे सार्वधातुकप्रत्ययः अस्ति, धातुतः साक्षात् तिङ्प्रत्ययः दृश्यते, तिङ् अपि सार्वधातुकम् अस्ति इति वयं जानीमः. तर्हि धातुना साक्षात् अनन्तरं यदि तिङ् सार्वधातुकप्रत्ययः अस्ति, अत्र तिङ्प्रत्ययः अस्ति, तर्हि धातुतः साक्षात् शप् इति योजयतु. अतः अत्र भवादिगणे शप् अस्ति, अन्येषु गणेषु शप् प्रबाद्य अन्यविकरणप्रत्ययः आगच्छति, तस्य कृते अन्यसूत्राणि सन्ति, परन्तु सामान्यतया शप् इति आगच्छतु. तर्हि अतः अत्र वद्योगः ति, वद् साक्षात् सार्वधातुकं प्रत्ययं पश्यति, तिङ् प्रत्ययः सार्वधातुकम् अस्ति, अतः शप् प्रत्ययः आगच्छति. अतः वद्योगः शप् योगः ति इति भवति. तदनन्तरं शप् तस्य केवलम् अ इति अवशिष्यते, रूपं भवति वदति. अन्य कोऽपि गणः अस्ति चेत् शप् प्रबाध्य नूतनविकरणप्रत्ययः आगच्छति. अतः सार्वधातुकलकारेषु गणस्य ज्ञानं बहु महत्त्वपूर्णम् अस्ति इति वार्ता अस्ति. गणेन गणम् अनुसृत्य विकरणप्रत्ययः भिद्यते, विकरणप्रत्ययम् अनुसृत्य रूपाणि अपि भिद्यन्ते इति वार्ता अस्ति. अस्तु, कोऽपि प्रश्नः अस्ति वा अधुना पर्यन्तम्? अग्रे गच्छामः महोदय. अत्र कर्मणि तत्र सार्वधातुक न आगच्छति वा? कर्तरि कर्मणि मध्ये विकरणप्रत्ययः न आगच्छति, यतोहि वयं जानीमः यत् खलु प्रत्यय सार्वधातुक एव भवति वा? तत्रापि किञ्चित् भिन्नं भवति, अतः तस्य चिन्तनम् अनन्तरमेव कुर्मः. परन्तु विकरणप्रत्ययः न आगच्छति, कथं जानीमः? आगच्छति मध्ये किमपि भवति, पठ्यते भवति, तदनन्तरं लिखति अस्ति चेत् लिख्यते भवति, मध्ये प्रथमम् आगच्छति प्रत्यय. ओके, परन्तु य अस्ति इत्यर्थ विकरणप्रत्ययः नास्ति, यतोहि तत् नास्ति गणमनुसृत्य प्रत्ययः नास्ति खलु. कस्मिन्नपि गणे य एव आगच्छति, अतः विकरणप्रत्ययः अतः गणमनुसृत्य भेदं न भवति. अस्तु, अग्रे गच्छामः. धन्यवादः महोदय. मलर् महोदय अस्ति खलु? आम् महोदय. अग्रे पठतु. अग्रे पठामि वा? आर्धधातुकलकारेषु विकरणप्रत्ययः किमर्थं न आयाति इत्यत्र किञ्चित् पक्षेण. మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ను హోల్డ్లో ఉంచారు, దయచేసి లైన్లో ఉండండి. The person you are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से बात कर रहे हैं उसने आपके कॉल को होल्ड पर रखा है, कृपया लाइन पर बने रहे. हेलो हेलो महोदय. आर्धधातुकलकारः लुट् बद् योगः लुट् बद् योगः स्य योगः. మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ను హోల్డ్లో ఉంచారు, దయచేసి లైన్లో. శబ్దం అస్తి సమ్ కన్నడ శబ్దం. మ్యూట్ కరోమి. నాట్ కన్నడ, తెలుగు అస్తి. భాను చైతన్య మహోదయ ఇదం నాస్తి. వదిష్యతి उपरितने क्रमे प्रथमं स्य प्रत्ययः आयाति, तदा एव इ आयाति. तत्र धातु इ इत्यनयोः मध्ये स्य अस्ति इति कारणेन धातुना इ न दृश्यते. बद् योगस्यति मध्ये स्य अस्ति, अतः बाधा अस्ति, व्यवधानम् अस्ति. धातुः ति प्रत्ययं ति द्रष्टुं न शक्नोति, धातुः केवलं स्य पश्यति. अग्रिमपर्णीयमहोदय धातुना ति प्रत्ययः ति न दृश्यते इति कारणतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. यदा हि ति दृश्यते तदा हि कर्तरि शप्, अतः मध्ये विकरणप्रत्ययः न आयाति. विकरणप्रत्ययः न विहितः इति कारणेन गणीयः विचारः नापेक्षितः. धातुः यस्मिन् कस्मिन् अपि गणे भवतु कार्यं समानमेव. अतः आर्धधातुकलहारेषु गणस्य ज्ञानं न अपेक्षितं, किन्तु आर्धधातुकलकारेषु अन्यत् कार्यम् अस्ति. पश्यन्तु रूपं कथम् अस्ति, वदिष्यति इति. अत्र मध्ये इकारः आगतः अस्ति, वद् ईष्यति. यद्यपि आर्धधातुकलकारेषु गणीयः विचारः न अपेक्षितः, किन्तु विजामः उच्चारः अपेक्षितः एव. सः विषयः अग्रे आयास्यति. अत्र अर्थधातुकः प्रत्यय किं भवति इति उक्तम् अस्ति. वर्तयोगः अत्र वर्तयोगः लुप् मध्ये स्य इति प्रत्यय अत्र अस्ति. अतः वत् साक्षात् न पश्यति लुप् इति. अतः सा अब्धधातुः लकारः भवति. मध्ये स्य अस्ति अतः बाधा भवति. अतः केवलम् अत्र कर्तरिप्रयोगशप् इति प्रसक्तिः नास्ति यतः स्य इति मध्ये अस्ति. अतः तदनन्तरम् अतः यदा सार्वधातुकः प्रत्ययः नासीत् सो विकर्णप्रत्ययः अपि न भवति. आपदातुकप्रकारेषु गणस्य ज्ञानमपि न अपेक्षितम्. अतः वर्तयोगस्य योगे लुप्त वर्तयोगस्यति इति भवति. अत्र इति एकः इकारः आगच्छति मध्ये ततः वदिष्यति इति भवति. संशय महोदय गणीयः न विचारः न अपेक्षणीयः. गणीयः विचारः न अपेक्षितः यतोहि गणम् अनुसृत्य विकरणप्रत्ययः अत्र सार्वधातुक आर्धातुकलकारेषु तु न आगच्छति एव. अस्तु, प्रश्नः वदतु महोदय. यदा लृट् लकारः भवति चेत् धातोः परं कुत्र पाणिनिमहर्षिः वदति स्य इति प्रत्ययं भवितुं शक्यम् इति कुत्र भवति? तदेव अहं वदामि. अष्टाध्यायी सूत्रपाठे पुस्तकमस्ति चेत् अस्ति वा? अस्ति. सर्वे एकवारम् अष्टाध्यायी सूत्रपाठः पुस्तकं कृपया उद्घाटयन्तु. तत्र पेज् 54 अस्ति. तृतीय अध्यायस्य प्रथमपादस्य त्रयोत्रिंशत्तमः सूत्र 5133. तर्हि अत्र किं लिखितमस्ति? शतासि लृटोः. तत्र स्य तासि इति प्रत्ययाः सन्ति लृटौ. तर्हि लृट् अस्ति चेत् स्य, लुट् अस्ति चेत् तास् नाम. अत्र सप्तमीविभक्तिः अस्ति लृटोः. अत्र सप्तमीविभक्तिः द्विवचनम् अस्ति. अतः लृट् अस्ति अनन्तरं लृट् अस्ति तत् साक्षात् तस्य पूर्वं आगच्छति. लुट् अस्ति चेत् तास् आगच्छति. अतः यदा वद्योगः लृट् आगच्छति तर्हि अनेन सूत्रेण सर्वप्रथमं लृट् अस्ति न, अतः तत्र स्य अपि आगच्छति. अतः वद्योगः स्य लोगः लृट्. तस्मादेव कर्तरि शप् अत्र न वक्तुं न शक्नोमि. किमर्थम्? अधुना वद्योगः स्य लृट् भवति, तस्मात् लृट् लृट् अस्ति. लृट् अस्ति अतः लृट् स्थाने स्य तु आगच्छति. तदनन्तरं लृट् स्थाने ति भवति. अधुना साक्षात् वद् ति न पश्यति परन्तु मध्ये स्य अस्ति. अतः तत् सार्वधातुकलकारः न आर्धातुकलकारः भवति. अतः कर्तरी शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः एव नास्ति यतोहि सार्वधातुकप्रत्यय एव साक्षात् वद् तस्य अनन्तरं नास्ति. अतः विकरणप्रत्ययः आगन्तुमेव न शक्नोति. अतः गण अनुसृत्य विकरणप्रत्ययस्य चिन्तनम् एव न भवति. अतः लृट् लकारे तावदेव अन्ये आर्धातुकलकारेषु तस्य वर्गस्य गणस्य चिन्तनं न भवति इति वार्ता अस्ति. परन्तु गणस्य चिन्तनं न भवति परन्तु अन्यचिन्तनं भवति. कस्य चिन्तनं भवति? इडागमस्य चिन्तनं भवति. किमर्थम् इडागमस्य चिन्तनं भवति? अस्माभिः सूत्रं पठितं खलु आर्धातुकस्य इड् बलादेः इति. अस्माभिः गतरविवासरे सूत्रं पठितम् आर्धातुकस्य इड् बलादेः तत्र सूत्रं किं भवति, यत् प्रत्ययः अस्ति तस्य आदौ यदि वल् प्रत्याहारस्य सूत्रम् अस्ति, वल् प्रत्याहारस्य वर्णः अस्ति, तर्हि रागमस्य प्रसक्तिः भवति इति अस्ति खलु. अधुना स्यति अस्ति, स्यति अधुना सार्वधातुकं तु न अस्ति, आर्धातुकम् अस्ति, आर्धातुकम् अस्ति, तस्य आदौ सकारः अस्ति, सकारः वल् प्रत्याहारे आगच्छति, अतः आर्धातुकस्य इड् वलादेः इति सूत्रेण यदि सूत्रेण इड् प्रसक्तिः भवति. अत्र वद् अस्ति, वद् धातु अपि सेट् अस्ति, धातु अपि सेत्, प्रत्ययः अपि सेत्, अतः इकारः आगच्छति मध्ये, अतः तद् इकारः आगच्छति, अतः वदिष्यति इति भवति. तर्हि गणचिन्तनं नास्ति, परन्तु इडागमस्य चिन्तनं भवति, धातुप्रत्ययः सेट् अनिट् अस्ति वा इति चिन्तनं करणीयम् इति अन्यम् उद्भवति. सार्वधातुकलकारेषु इडागमस्य चिन्तनम् एव न भवति, यतोहि सार्वधातुकलकारेषु प्रत्ययसार्वधातुकम्, इडागमः तु केवलम् आर्धातुकलकारे आर्धातुकप्रत्ययेषु प्रत्ययस्य कृते एव भवति, आर्धातुकस्य इड्वलादेः इति सूत्रेण केवलम् आर्धातुकस्य कृते भवति, सार्वधातुकस्य कृते न भवति, अतः सार्वधातुकलकारेषु इडागमस्य चिन्तनम् एव न अस्ति. महोदय, सार्वधातुकलकारेषु गणचिन्तनं, आर्धातुकलकारेषु इडागमचिन्तनम्. इडागमचिन्तनम् अस्तु, वदतु महोदय. महोदय, पूर्वं पठितवन्तः इडागमस्य नियमः ते एव अत्र भवति न? अन्य कोऽपि नास्ति न? द्वे अन्ये सन्ति नियमाः, सूत्रद्वयम् अस्ति, केवलं सूत्रद्वयं नास्ति, अन्ये अपि सन्ति, परन्तु ते सर्वे सूत्राणि अत्र अत्रापि कार्यं कुर्वन्ति. अस्तु, पश्यामः. अत्र स्यति अस्ति खलु महोदय, प्रभु को अस्ति, रघुपतिमहोदय अस्ति खलु? अत्र स्यति अस्ति खलु? अत्र स्यति सार्वधातुकप्रत्ययः नास्ति, आर्धातुकम् अस्ति, तस्य आदौ सकारः अस्ति, सकारः वल् प्रत्याहारे आगच्छति, अतः आर्धातुकस्य इड् वलादेः इति सूत्रेण इडागमस्य प्रसक्तिः अस्ति. तदनन्तरं यदि वद् धातोः यदि वयम् औपदेशिकरूपं पश्यामः, तर्हि तदपि सेट् अस्ति, अतः प्रत्ययः अपि सेट्, धातुः अपि सेट्, इरागमः आगच्छति, सः वदिष्यति. धन्यवादः मदर् महोदय. अग्रे महोदय, कुतः आगच्छति महोदय? किं महोदय? वद् योग लृट् स्य, स्य, स्य प्रत्यय, प्रत्यय वा तत्? हा, प्रत्यय कुतः आगच्छति? हा, एक तदेव अस्माभिः अधुना एव दृष्टम्, एकवारं पुनः वदामि. अष्टाध्यायीसूत्रपाठे तृतीय अध्यायस्य प्रथमः पादः अस्ति, तत्र त्रयोत्रिंशत्तमः सूत्रं 3133 पेज् 54 अस्ति, तत्र अस्ति यतासि लृल् ऋटोः, पश्यति वा? न महोदय, क्षम्यतां, मम पार्श्वे पुस्तकं नास्ति. अस्तु, अत्र पुस्तकम् अस्ति चेत् अनन्तरं पश्यतु, तत्र 3133 सूत्रमस्ति, यतासि लृल् ऋटोः, तत् वदति यदा लृट् आगच्छति तत्पूर्वं साक्षात् स्य स्थापयति. अस्तु महोदय, सूत्रमस्ति, धन्यवादः. तत्र अग्रे गच्छामः. लीना महोदय अस्ति, लीना दोषी? आम् अस्मि. नमस्ते महोदय, पठतु. नमस्ते. दशमः बिन्दुः. आम्, सार्वधातुकलकारः अस्ति चेत् धातुविकरणयोः अङ्गं भवति, तच्च अङ्गम् अदन्तम् अनदन्तं वा इति उक्तम्. अस्मिन् पाठे सार्वधातुकलकारः लट् लोट् लङ् विधिर्लिङ् विधिलिङ् परिशीलयिष्यन्ते, यत्र अङ्गम् अदन्तम् अस्ति. अङ्गम् अदन्तं केषु गणेषु? भ्वादि, दिवादि, सुदादि, भ्वादिगणे, दिवादिगणे, हुदादिगणे, चुरादिगणे च. यतः एषां चतुर्णां गणानाम् अङ्गम् अदन्तम्, अतः एषां सिद्धतिङ् प्रत्ययाः समानाः। अस्य पाठस्य तृतीयाध्याये चतुर्थाध्याये च एते सिद्धतिङ् प्रत्ययाः निष्पन्नाः भवन्ति। अदन्तम् अङ्गं योगः सिद्ध तिङ् प्रत्ययः, तिङ्पदं तिङन्तं पदं क्रियापदम् यथा वद् योगः शप् वद् अ वद इति अदन्तम् अङ्गम् इति अदन्तम् अङ्गम्। तिप् पकारस्य इत्संज्ञा लोपः च ति इति सिद्ध तिङ् प्रत्ययः, वदति वदति वद योगति वदति इति तिङन्तपदं, तथैव वदयोगः तः वदतः, वदयोगः अन्ति वदन्ति इति। आहत्य भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च 1700 धातवः सन्ति। एवं च अस्मिन् पाठे कण्ठस्थीकरणेन विना 1700 धातूनां लट् लोट् लङ् विधिर्लिङ् विधिलिङ् इत्येषां तिङन्तरूपाणि ज्ञास्यन्ते। अत्र अस्ति मातुः पाठस्य वैलक्षण्यम्। किं लिखितम्? अग्रे पठामि वा? एकवारम् आशयं वदतु। आशयम् अस्ति पुष्पादीक्षित् महोदया या कोऽपि प्रक्रिया उक्ता अस्ति तस्य लाभः यत् अस्ति, यदा वयम् अङ्गं प्राप्नुमः तदा तस्य अग्रे कोऽपि गणस्य धातुः अस्ति तर्हि तस्य प्रथमपुरुषस्य त्रिरूपाणि कर्तुं वयं शक्नुमः। केवलं प्रथमपुरुषः न, सम्पूर्णं सम्पूर्णम्। अत्र उदाहरणं केवलं प्रथमपुरुषस्य अस्ति, प्रथमपुरुषस्य अस्ति। आहत्य सर्वे सर्वेषां पुरुषाणां रूपाणि वयं कर्तुं शक्नुमः। प्रथमं वयं दृश्यन्ते यत् अङ्गम् अदन्तम् अस्ति वा अनदन्तम् अस्ति। अदन्तम् अङ्गं केवलं भ्वादि दिवादि तुदादिगणे चुरादिगणे च एतेषां गणानाम् अङ्गम् अदन्तम्। तत्पश्चात् यद् अस्ति तृतीय अध्याये चतुर्थ अध्याये यत् अहं न जानामि, कदाचित् अग्रे किम् अस्ति तस्य केवलं विधानम् अस्ति अत्र। अदन्तम् अङ्गं तत्पश्चात् तिङ् प्रत्ययं प्रत्ययः कोऽपि तिङ् प्रत्ययः यदपि तीतः अन्ति सीथः थ वा मि वः मः कोऽपि प्रत्ययः अस्ति चेत् तस्य अङ्गस्य अग्रे स्थापनीयः। तत्पश्चात् वयं सर्वाणि रूपाणि प्राप्नुमः। तर्हि किमस्ति यत् सार्वधातुकलकारेषु नाम लट् लोट् लङ् विधिलिङ् अस्माभिः दृष्टं खलु विकरणप्रत्ययः आगच्छति। विकरणप्रत्ययं अनुसृत्य अङ्गम् अदन्तं भवति अनदन्तं भवति इति अपि अस्माभिः दृष्टम्। तर्हि चत्वारः गणाः सन्ति, भ्वादिगण, दिवादिगण, तुदादिगण, चुरादिगण, यत्र धातुविकरणप्रत्ययस्य मेलनेन यत् अङ्गं निष्पद्यते तत् अदन्तमस्ति। अदन्तमस्ति अतः समानानि सूत्राणि तत्र कार्यं कुर्वन्ति। तर्हि अङ्गमस्ति, तदनन्तरं सिद्धतिङ्प्रत्ययः योजयित्वा, सिद्धतिङ्प्रत्ययः इत्युक्ते किम्? मूलतिङ्प्रत्ययाः तु समानाः सन्ति, तिप्तस्थि सिप्तस्त मिप् वस्मस्, परन्तु तत् मूलप्रत्ययात् अपि किञ्चित् मूलप्रत्ययेषु अपि किञ्चित् परिवर्तनं भवति, सूत्राणि सन्ति तत्र परिवर्तनं कृत्वा अग्रे सिद्धतिङ्प्रत्ययः आगच्छन्ति. सिद्ध इत्युक्ते रेडि. तादृशतिङ्प्रत्ययः ये तिङन्तपदानां निर्माणे सिद्धाः सन्ति, रेडि टु पार्टिसिपेट् इति. तर्हि एकवारम् अङ्गम् अस्ति, तिङन्तप्रत्ययः अस्ति, तस्य मेलनं भवति, तदनन्तरं तिङन्तपदं निष्पद्यते. तर्हि अदन्तम् अङ्गम् अस्ति, अदन्तम् अङ्गानां कृते सूत्राणि समानानि सन्ति, अतः किञ्चित् एव सूत्राणाम् अध्ययेन सर्व भ्वादिगण, तुदादिगण, दिवादिगण, चुरादिगण इति गणानाम् अध्ययनं भवितुं शक्नोति. एषु गणेषु 1700 धातवः सन्ति, अतः किञ्चित् एव सूत्राणाम् अध्ययेन 1700 धातूनां रूपाणि लट् लट् लोट् लङ् विधिलिङ् इत्येषु लकारेषु अस्माभिः वयं कर्तुं शक्नुमः. 1700 टैम्स् 4 इति 1700 धातवः, चत्वारः लकारः इति सर्वाणि रूपाणि वयं कर्तुं शक्नुमः केवलं किञ्चित् एव सूत्राणाम् आधारेण इति वैलक्षण्यम् अस्ति खलु, इति बहु विलक्षणमस्ति. वी डोण्ट् हेव् टु रिमेम्बर् ईच् एण्ड् एव्री गण सेपरेट्लि. यत् भवादिगणे एतत् करोतु, तुवादिगणे एतत् करोतु, दिवादिगणे एतत् करोतु, चिरादिगणे एतत् करोतु इति न. अदन्तम् अङ्गमस्ति, 4 गणः सन्ति, समानमेव कार्यं भवति, कार्यं करोतु. तर्हि इट् बिकम्स् वेरि ईज़ि टु मेक् द forms. You don't have to remember each and every form separately. You don't have to memorize it. That is the power of Ashtadhyayi and Matu Prakriya. Vadatu. Madhya, Parasmepadi Rupam, Kevalam Parasmepadi Rupam, Atmanepadi Rupam. Atmanepadi Api Kartum Shaknum. Api Kartum Shaknum. Sarvam. The full spectrum of all the forms in lat, lot, lang, vidhiling for all the dhatu which come in these 4 gana can be done with the help of only a few sutras. Yes, which is the power. Astu, agre gachhamah, kahe, agre kim asti? Evam cha dikshit pushpayaha paniniya dhatu paataha atyantam shaktishali. Kaschana bodho asti che bahuni kriyapada rupani nyatum shaknumah. अग्रे अङ्गं कथं निष्पाद्यते, तिङ्प्रत्ययः कथं साधनीयः, अपि च तिङ्प्रत्ययोः मेलनं कथं कार्यते इत्येषु विषयेषु चर्चयिष्यामः. सरि, अधुना सार्वधातुकलकारेषु स्थलत्रयं भवति, धातु, विकरणप्रत्ययः, तिङ्प्रत्ययः. तर्हि अस्माकं चिन्तनं कथं भवति? अस्तु, धातु तदनन्तरं विकरणप्रत्ययः, तस्य मेलनं कथं भवति? तदनन्तरं धातु विकरणप्रत्ययस्य मेलनात् अनन्तरं यत् अङ्गं निष्पद्यते तस्य प्रत्ययेन सह मेलनं कथं भवति? तिङ्प्रत्ययः यत् अस्ति, मूलतिङ्प्रत्ययः, तेन सिद्धतिङ्प्रत्ययः कथं भवति, तस्य विचारम् अस्ति. एतत् सर्वस्थलत्रयं कृत्वा तदनन्तरं तस्य मेलनं भवति, तदनन्तरं फैनल् तिङ्गन्तरूपं निष्पद्यते इति वार्ता अस्ति. अतः स्टेप् बै स्टेप् वयम् अग्रे गच्छामः. अस्तु, एतत् करपत्रं समाप्तम्. अग्रे करपत्रं पार्ट् 2 अस्ति, अष्टाध्याय्याः समग्रदृष्टिः. कृपया तत् करपत्रम् उद्घाटयतु सर्वे, उद्घाटयन्तु सर्वे. पार्ट् 2 अस्ति, अष्टाध्याय्याः समग्रदृष्टिः. सर्वे प्राप्नुवन्ति वा? अस्तु, तर्हि अग्रे लीना महोदय किञ्चित् भवती एव पठतु. आम्, समग्रसंस्कृतभाषायाः मानचित्रम् एकस्मिन् लघुग्रन्थे अभूतपूर्वम् पाणिनिना अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थो लघुतमः स्यात् अपि च स्वयं संस्कृतः स्यात् अष्टाध्याय्याः मूलबीजं प्रकरणम्. यदा वयं सूत्राणि क्रमेण पठामः तदा पश्यामः यत् सूत्राणि प्रकरणेषु लघुषु उपभागेषु आयोजितानि। अद्यत्वे सामान्यतया व्याकरणछात्राः अष्टाध्यायीम् अपठित्वा सिद्धान्तकौमुद्यां निमग्नाः भवन्ति। सिद्धान्तकौमुदी प्रक्रियायाम् आधारिता। किं लिखितम्? अष्टाध्यायी अभूतपूर्वं ग्रन्थम् अस्ति। तत्पश्चात् अष्टाध्यायी क्रमेण यदि वयम् अध्ययनं कर्तुं शक्नुवन्ति तर्हि तस्य लाभाः भवन्ति। तत्पश्चात् अष्टाध्यायीमध्ये प्रकरणानि सन्ति, तेषु प्रकरणेषु अपि लघु उपभागाः अपि सन्ति। किन्तु अधुना सर्वे सिद्धान्तकौमुदी इति प्रकरणग्रन्थानि पठन्ति, तस्य अपरेण प्रकारेण उपयोगः भवन्ति, किन्तु अष्टाध्यायी अनुसृत्य यदि वयं पठामः तर्हि तस्य लाभः अधिकः। समीचीनम्। लघुषु उपभागेषु किमर्थं महोदय? तदेव वदामि। तत्र अष्टाध्यायीमध्ये यत् सूत्राणाम् आर्गनैजेशन् अस्ति तत् प्रकरणम् अनुसृत्य भवति। प्रकरणं किमस्ति अग्रे आगच्छति, परन्तु प्रकरणम् इति लघु उपभाग अस्ति। उपभाग इत्युक्ते स्माल् टापिक्, सब्सेट् टैप्स्। तर्हि अष्टाध्यायां बहु प्रकरणानि सन्ति, लघु उपभागेषु सन्ति, तेन तान् आधारीकृत्य अष्टाध्यायी लिखिता अस्ति। परन्तु अन्यग्रन्थः अस्ति सिद्धान्तकौमुदी, तद् कम्पेरेटिव्लि रीसेण्ट् ग्रन्थः अस्ति। तत्र तु तस्य तु शैली भिन्ना अस्ति, तत्र प्रकरणम् अनुसृत्य न, परन्तु प्रक्रिया अनुसृत्य सूत्राणि लिखितं सन्ति। अतः प्रायः ये छात्राः सिद्धान्तकौमुद्यां पठित्वा व्याकरणस्य अध्ययनं कुर्वन्ति ते प्रक्रियाम् आधारीकृत्य अध्ययनं कुर्वन्ति। परन्तु यदि अष्टाध्यायीं पठित्वा व्याकरणस्य अध्ययनं यदि वयं कुर्मः तत्र प्रकरणम् अनुसृत्य अध्ययनं भवति, तस्य लाभः अधिकं भवति। कथम् अधिकं भवति इति वयम् अग्रे पश्यामः। अस्तु, रघुपतिमहोदय अस्ति खलु? आम् महोदय। प्रकरणं प्रक्रिया च। प्रकरणं प्रक्रिया चेत् अनयोः भेदः कः इति अस्माभिः बोध्यम्। माता पुष्पदीक्षिता सदा पाकशालायाः उदाहरणं ददाति। भोजनस्य निर्माणार्थं सामग्री आवश्यकी, तण्डुलः, जलं, शाकः, पिष्टं, हरिद्रा, आर्द्रकम् इत्यादिकम्। इदं सर्वं भोजनस्य सामग्री। पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते, पृथक् पृथक् कोशेषु भवति। शाकः पृथक्कोषे, पिष्टं पृथक्कोषे, तण्डुलः पुनः पृथक्कोषे। सर्वा सामग्री एकस्मिन् एव कोषे एकत्र स्थाप्यते चेत् अव्यवस्था भवति खलु। अतः सम्यक्तया सावधानतया पृथक् पृथक् कोषेषु एकैकं वस्तु स्थाप्यते। अष्टाध्यायी अपि तथा। भाषायाः पाकशाला, यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं सर्वम् अस्मिन् ग्रन्थे अस्ति, परन्तु एकत्र न, श्रेणीम् अनुसृत्य पृथक् पृथक् कोशेषु स्थाप्यते। प्रत्येकं कोशस्य नाम प्रकरणं, नत्वप्रकरणं, द्वित्तप्रकरणं, सम्प्रसारणप्रकरणम् इत्यादिकम्। भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न, मार्गनिर्देशोऽपि आवश्यकः। ओदनं निर्मातुं सर्वप्रथमं तण्डुलस्य प्रक्षालनं, तदा जले स्थापनं, तदा जलस्य क्वथनम्, एतादृशी सूचना अपेक्षिता। इयं पाककृतिः इति वदामः। भाषाक्षेत्रे प्रक्रिया तथैव भवति। पदस्य निर्माणार्थं कानि सोपानानि सन्ति अपि च केन क्रमेण इति सूचना प्रक्रिया इत्युच्यते. अग्रे पठामि एकवारम् एतस्य आशयं वदतु. श्रेणीं किम् अर्थं महोदय? श्रेणी इत्युक्ते तत्र सीरीस् मध्ये अस्ति खलु प्रकरणम् आर्डर् अस्ति एकनन्तरम् आर्डर् मध्ये अस्ति खलु. रघुपतिमहोदय वदतु. अत्र प्रकरणम् अपि च प्रक्रिया वयं मातायाः अस्ति अष्टाध्यायी प्रकरणग्रन्थः अस्ति. सिद्धान्तकौमुदी प्रक्रिया आधारिता अस्ति. अष्टाध्यायी प्रकरण आधारिता. प्रकरणम् इत्युक्ते किम् इति महोदयेन दत्त महोदयेन दत्त अस्ति. प्रकरणमित्युक्ते पुष्पदीक्षित प्रकरणस्य विषये एकम् उदाहरणं ददाति. पाकशाला भोजनार्थं यत् या सामग्री आवश्यकी तत् सर्वम् एकत्र न स्थाप्यते, पृथक् पृथक् कोशेषु पृथक् पृथक् पात्रेषु स्थाप्यते. यस् यदा पाकं कुर्यामः चेत् तत्र पृथक् पृथक् कोशेषु किम् आवश्यकं तत् नीत्वा पाकं क्रियते. अतः अष्टाध्यायी अपि अथ भाषायाः पाकशाला अस्ति. अत्र सामग्री भाषायाः निर्माणार्थं यत् सामग्री अपेक्षितम् अस्ति तत् पृथक् पृथक् कोशेषु पृथक् पृथक् प्रकरणेषु स्थापितम् अस्ति. यथा नत्वप्रकरणं द्वित्वप्रकरणम् इति एते अन्तिमपदनिर्माणस्य कृते सहायकं भवति. परन्तु भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न, मार्गनिर्देशो अपि आवश्यकः. एतादृशसूचना अपेक्षितः. पाककृतिः इति वदामः भाषाक्षेत्रे प्रक्रिया. ओके. यत् कथं करणीयं भोजनम् इति तस्य मार्गनिर्देशः अपि आवश्यकः. मार्गनिर्देशः अस्ति प्रक्रिया यत् अस्ति तत् पाकशालायां यत् कथं करणीयम् इति यत् सूचना अस्ति तत् भाषाक्षेत्रे प्रक्रिया इति वक्तुं शक्नुमः. पदस्य निर्माणे कानि सोपानानि सन्ति केन क्रमेण इति सूचना प्रक्रिया इति उच्यते. तस्य जी योग अयोगति जयति अस्य तत्पश्चात् अहं किञ्चित् वदामि. तर्हि सर्वे अवगच्छन्ति खलु, तर्हि अत्र यदि पाकशालायाम् अस्माकम् इच्छा अस्ति किञ्चिदपि वयं नूतन डिश् कुर्मः, तर्हि तद् डिश् यत् अस्ति तद् डिश् व्याकरणे किञ्चित् अस्तु अहं तिङ्गन्तप्रत्ययस्य तिङ्गन्तरूपस्य निर्माणं कर्तुम् इच्छामि. तत्र डिश् इत्युक्ते वाट् यु वाण्ट् टु डु. व्याकरणे तिङ्गन्तरूपम् इच्छति चेत् तद् डिश् अस्ति. तत्र यथा पाकशालायां किञ्चिदपि पाकं कृतं कर्तुम् इच्छति चेत् प्रथमं किम् आगच्छति? सामग्री, इन्ग्रीडियण्ट्स् आगच्छन्ति. तथैव इन्ग्रीडियण्ट्स् अष्टाध्याय्यां किं कानि सन्ति? तत् प्रकरणानि सन्ति. आल् इन्ग्रीडियण्ट्स् दट् सिमिलर् आर् क्लब्ड् इन् टु वन् ग्रूप्, इट्स् नोन् एस् अ प्रकरणम्. एण्ड् दट् इस् हौ अष्टाध्यायी इस् आर्गनैस्ड्. तदनन्तरम् इन्ग्रीडियण्ट्स् अनन्तरं कथं करणीयम् इति अपि महत्त्वपूर्णमस्ति, कृति अपि महत्त्वपूर्णमस्ति. तर्हि अष्टाध्याय्यामपि यथा अहं तिङ्गन्त पदं कर्तुम् इच्छामि लट् लकारे किमपि, तर्हि अहं जानामि तस्य इन्ग्रीडियण्ट्स् के सन्ति, परन्तु क्रमः कथं भवति, कथं योजयामः इति वयं चिन्तयामः तत्र तत् प्रक्रियाम् इति भवति, तत् प्रक्रियाम् इति भवति। तर्हि अष्टाध्यायीमध्ये सूत्राणि ये सन्ति ते प्रकरणम् अनुसृत्य आर्गनैज् सन्ति। अष्टाध्यायीनन्तरं यत् सिद्धान्तकौमुदी अस्ति तत्र यत् सूत्राणि सन्ति तानि प्रक्रियाम् अनुसृत्य आर्गनैज् सन्ति, भिन्न इति भेदः अस्ति इति वार्ता अस्ति। तर्हि अग्रे पठतु अस्तु, धन्यवादः महोदय। मीना महोदय अस्ति, मीना सुन्दरेशन् अस्मि महोदय, पठतु अग्रे। भाषाक्षेत्रे भाषाक्षेत्रे प्रक्रिया तथैव भवति, पदस्य निर्माणार्थम् अनिर्माणार्थम् अत्र निर्माणमस्ति, टैपो अस्ति, निर्माणार्थम् मम पुस्तके निर्माणार्थमस्ति, टैपो निर्माणार्थं कानि सोपानानि सन्ति अपि च केन क्रमेण इति सूचना प्रक्रिया इति उच्यते। जि योग अ योगति जयति अस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि केन क्रमेण च इति प्रक्रिया। जि योग लट् इति विवक्षा लस्य तिप्तश्चि सिप्तस्त मिप्स्वस्था सातां ज था सातां द्वम् इति महिमहि इति सूत्रेण लस्य जि योग तिप् भवति, हलन्त्यं तस्य लोभः इति सूत्रेण जि योग ति भवति, कर्तरि शप् इति सूत्रेण जि योग शप् योगति भवति, लशकत्वतद्दिदे हलन्त्यं तस्य लोपः इति त्रीणि सूत्रेण जि योग अ प्लस् योगति, तिंक्षित् सार्वधातुकं सार्वधातुक अर्धधातुकयोः इति सूत्रद्वयोः जे जे योग अ योगति ये भवति, ये च अयवावः एकस्य स्थाने ऐ इति सूत्रेण इज् योग ऐ योग अ योगति, वर्णानां मेलने जयति इति क्रियापदं निष्पन्नम्। अग्रे पठामः, अत्र एका प्रक्रिया प्रक्रिया प्रदर्शिता, जयति इति पदं कथं निर्मीयते इति प्रदर्शितं, सूत्राणां संख्याः दृश्यन्ताम्, इमानि सूत्राणि विभिन्नेभ्यः अध्यायेभ्यः पादेभ्यश्च स्वीकृतानि, अनेन कारणेन कस्मांचित् सूत्रात् प्राक् कानि सूत्राणि वर्तन्ते केषां च पदानाम् अनुवृत्तिः इति न ज्ञायते, तस्य फलम् इदं यत् प्रक्रियायाः प्रसङ्गे सूत्रस्य दर्शनेन तस्य अर्थः नैव अवगम्यते अस्माभिः। पठामः, अत्र अधुना पर्यन्तं यत् पठितं तस्य एकवारं यदा पाकशालायां कोशे कोशे सन्ति पृथक् पृथक् सामग्री, तत् तस्मात् एव भाषाक्षेत्रे प्रक्रिया तथैव भवति, पदस्य निर्माणार्थं कानि कानि सोपानि सन्ति कथम् अत्र वयं जानीमः इति। उदाहरणं जि आयोगति इति जयति इति धातुः तस्य उदाहरणम्, अस्य कार्य कति सूत्राणि भवन्ति, केन क्रमेण भवन्ति इति प्रक्रिया अत्र पुस्तके अस्ति. प्रथमसोपानं जि योगः लट् इति भवति. लट् इदं किं नाम लट् लस्य इति सूत्रेण लस्य इति तिप्तश्चि सिप्तस्तम्भिप्स्मस्तासातां तासातां द्वम् इत्महिमहि तिङ् प्रत्ययेन भवति. तदनन्तरं जि योगः तिप् भवति. तिप् पका हलन्त्यम् इति कारणेन पकारस्य लोपः दस्य लोपः इति सूत्रद्वयेन जि योगः ति भवति. तदनन्तरं कर्तृ शप् इति सूत्रेण शप् इति विकरणं मध्ये भवति. धातोः तिङ् प्रत्ययस्य मध्ये शप् विकरणप्रत्ययं भवति. लषक्वत्वदिदे इति सूत्रेण पकारः षकारः लोपः इति भवति. लोपः पकारः हलन्त्यम् इति सूत्रेण पका इप् लोपः तस्य लोपः इति आ एव अवशिष्यते. जि आ इति तिङ्क्षित् सारुधातुकम् इति तिङ् प्रत्ययं सारुधातुकम् इति एतत् तिङ् प्रत्ययं सारुधातुकनामं भवति. सारुधातुक आर्धातुकयोः इति सूत्रेण गुणः भवति. जे भवति अ योगः ति. एचो यावः इति सूत्रेण जे ऐ एकारस्य ऐ भवति. इज् एकारस्य ऐ ऐ अ योति वर्णेन जयति इति रूपं भवति निष्पन्नम्. तर्हि एषा एका प्रक्रिया अस्ति, सेट् आफ् इन्स्ट्रक्षन् सन्ति कि जी धातुतः जयति कथं भवति, तस्य कृते सेट् आफ् इन्स्ट्रक्षन्स् सन्ति अत्र. तत्र तत् इन्स्ट्रक्षन्स् मध्ये अस्माभिः वयं द्रष्टुं शक्नुमः यत् ये सूत्राणि सन्ति ते भिन्नभिन्नस्थलेषु आगच्छन्ति, यतोहि सूत्रसङ्ख्या भिन्नभिन्ना अस्ति. अतः एकाम् एव एकस्याम् एव प्रक्रियायां ये यानि यानि सूत्राणि सन्ति ते भिन्नभिन्न स्थलेभ्यः आगत्य कार्यं कुर्वन्ति. अतः किं भवति यत् प्रक्रियां तु प्रक्रियामध्ये सूत्राणि आगच्छन्ति, ते सर्वे भिन्नभिन्नस्थलेभ्यः आगच्छन्ति अष्टाध्यायीमध्ये. परन्तु अष्टाध्यायीमध्ये तु सर्वाणि सूत्राणि यत् सन्ति ते प्रकरणम् अनुविहाय सन्ति, यत् एकप्रकरणे यत् सर्वाणि सूत्राणि सन्ति तत् एकस्मिन् स्थले अस्ति. अतः केवलं प्रक्रियां दृष्ट्वा सूत्रस्य अनुवृत्तिका, सूत्रे कानि कानि पदानि आगच्छन्ति, सूत्रसन्दर्भः कः, काण्टेक्स्ट् कः इति न ज्ञातुं शक्नुमः. अतः प्रक्रिया तु आवश्यकी. यतोहि तत्र इन्स्ट्रक्षन् सन्ति अतः कार्यं कथं करणीयं. परन्तु प्रकरणम् अपि आवश्यकं, यतोहि प्रकरणं न ज्ञात्वा वयं न ज्ञातुं शक्नुमः यत् अनुवृत्ति कः सूत्रे, सूत्रस्य सन्दर्भः कः, काण्टेक्स्ट् कः. अतः सूत्र कुत्र कार्यं कर्तुं शक्नोति, एतत् सर्वस्य ज्ञानं केवलं प्रक्रियाम् आधारीकृत्य न भवति. अतः प्रकरणस्य अपि महत्त्वम् अस्ति. अस्तु महोदय, अग्रे पठतु. प्रक्रियायाः किञ्चन फलं तु अस्यत्येव अस्ति एव. अनेन पदनिर्माणक्रिया बुद्धा. परन्तु सूत्रस्य अवगमनार्थं यत्र सूत्रबोधः लक्ष्यं तत्र अस्माकं क्लेशो भवति, यतः सूत्रं स्वयं सम्पूर्णं वाक्यं न. सूत्रस्य पूरणार्थं वाक्यम् अपेक्षितं. तच्च वाक्यं न प्राप्यते प्रक्रियायामपि तु प्रकरणे एव च. एकवारं वदतु आशयम्. प्रक्रियायाः अर्थं कथं ज्ञातव्यम् इति क्लेशः भवति. सूत्र पूर्णसूत्रवाक्यं ज्ञात्वा एव प्रक्रियायां प्रकरणेन एव ज्ञातुं शक्यम्. विस्तारेण वदतुं न शक्नोमि महोदय. मया उक्तं तदेव अस्ति. अतः प्रक्रिया मध्ये किञ्चित् फलम् अस्ति. प्रक्रिया मध्ये प्रक्रिया इस् इम्पार्टेण्ट् इति लिखितमस्ति. नो चेत् कथं जानीमः यत् कथं कार्यं भवति. परन्तु केवलं प्रक्रियां दृष्ट्वा वयं सूत्रस्य सम्पूर्ण अर्थं न ज्ञातुं शक्नुमः. यतोहि सूत्रस्य सम्पूर्ण अर्थं सम्पूर्ण अर्थस्य ज्ञानस्य कृते कस्य आवश्यकता अस्ति यत् सूत्रस्य अनुवृत्ति का अस्ति, सूत्रसन्दर्भः कः अस्ति, कुत्र आगच्छति, तत्तु प्रक्रियाम् अनुसृत्य न द्रष्टुं शक्नुमः खलु. केवलं प्रकरणम् अनुसृत्य एव वयं कथयितुं शक्नुमः यत् सूत्रं कुत्र आगच्छति, अनुवृत्ति का अस्ति इति. अतः प्रकरणस्य अपि महत्त्वम् अस्ति इति एव लिखितमस्ति. तत्तु प्रक्रियाः कर्तुं न प्रक्रिया दृष्ट्वा न कर्तुं शक्नोमि, परन्तु केवलं प्रकरणम् अनुसृत्य एव कर्तुं शक्नोमि. धन्यवादः. पठामि. पठतु. पाणिनेः ग्रन्थः प्रकरणस्य आधारेण विरचितः. यदा अष्टाध्यायी क्रमेण सूत्राणि पठामः तदा सौकर्येण वयं सूत्राणि पूरयितुं शक्नुमः. येन प्रत्येकं सूत्रं पूर्णं वाक्यं स्यात्. अनेन सूत्रार्थः मनसि स्फुरितो विद्यते. अग्रे एकस्मिन् प्रकरणे वारं वारं एकं कार्यं भवति. यत् पदं दत्तम् एकस्मिन् सूत्रे तत् पुनः अग्रिमे सूत्रे साक्षात् न दीयते. पाठकैः अवगम्यते यत् सः अर्थः पुनः आयाति तस्मिन् सूत्रे अपि. इयम् अनुवृत्तिः इति वदामः. अत्र अयं विषयः इतोपि विस्तरितः. किं लिखितम् एकवारम् अधुना पर्यन्तं वदतु. पाणिनेः अष्टाध्यायी प्रकरणस्य आधारेण लिखितम् अस्ति. अष्टाध्यायी क्रमेण सूत्राणि सन्ति. वयं ये तदा सूत्राणि सौकर्येण वयं सूत्राणि पूरयितुं शक्नुमः. प्रत्येकं सूत्रं पठनीयम् अस्ति. किमर्थं चेत् पूरा अष्टाध्यायी पठित्वा पदनिर्माणं कर्तुं शक्नोति. अष्टाध्यायी पूरे पठित्वा अनेन सूत्रार्थं मनसि अनेन अनेक सूत्राणि मनसि स्फुरितो विद्यते इत्युक्ते अनेन कण्ठस्थीयं करणीयं वा महोदय? स्फुरितो इति अण्डर्स्टाण्ड् भवति. तर्हि किमस्ति यत् सूत्राणि फुल् सेण्टेन्सेस् न सन्ति खलु? सूत्राणि लघुता अस्ति. अनुवृत्तिसहितसूत्रं वयं जानीमः चेत् बहुषु सूत्राणि पठनीयं. तर्हि सूत्रस्य पूर्णवाक्यं पूर्णवाक्यं यदि वयम् इच्छामः, नो चेत् तस्य अर्थः अर्थस्य अवगमनं न भवति. पूर्णवाक्यं यदि इच्छामः चेत् अनुवृत्तिसहितसूत्रस्य आवश्यकता अस्ति. अनुवृत्तिसहितसूत्रस्य आवश्यकता अस्ति अस्ति चेत् सूत्रः कुत्र आगच्छति अष्टाध्याय्यां, तद् द्रष्टव्यं. पूर्वसूत्रं किम्, अनन्तरं किम्, अतः तत्सर्वं तु प्रकरणे एव द्रष्टुं शक्नुमः, यतोहि प्रकरणे एव समानसूत्राणि आगच्छन्ति. अतः प्रकरणस्य विशेषत्वम् एकस्मिन् सूत्रे क्षम्यता, पाणिनिः सूत्रस्य लघुत्वम् इच्छति, तदर्थम् येषां सूत्राणां समानप्रकारकार्यं भवति तानि सूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहीतं भवन्ति. अनेन एकस्मिन् स्थले इत्युक्ते एकस्मिन् प्रकरणे प्रथमे सूत्रे किञ्चन पदम् अस्ति, तत्पदं द्वितीये सूत्रे अपि यद्यपि अपेक्षते तथापि पुनः साक्षात् न दीयते. अस्माभिः मनसि तत् पदम् आनेतव्यम्. यथा रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहम् अपि. वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहमपि आपणं गच्छामि इति. यद्यपि श्यामः केवलम् अहमपि इति अवदत्, तथापि वयं तस्य अर्थं पूरयामः मनसि. तादृशम् अर्थपूर्णं पाणिनिः इच्छति सूत्रविषये. यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि तानि अनुवृत्तया इत्युच्यते. पाणिनिः सूत्रं लघुत्वेन लघुत्वम् इच्छति चेत् लघु सूत्रम् अस्ति. इत्युक्ते एकस्मिन् सूत्रे लघुसूत्रे अस्ति चेत् पूर्वसूत्रात् अनुवृत्ति पूर्णवाक्यं पूर्वसूत्रात् आनयामः. यदा उदाहरणं दत्तम् अहम् आपणं गच्छामि इति रामः वदति, तस्मात् श्यामः अहमपि इति वदति चेत् अहमपि आपणं गच्छामि इति अवगन्तुं शक्नोति. तादृशवर्णनम् अष्टाध्यायी मध्ये अस्ति. लघुसूत्रं ददाति, अनन्तरं सूत्रं पूर्वसूत्रम् अनुसृत्य लघुत्वेन ददाति. पूर्वसूत्रात् कानिचित् वाक्यानि शब्दम् अनुवृत्तिसहित आनयामः. किं लिखितं तत्र अवगच्छति वा? लघुसूत्रं ददाति, अनुवृत्तिसहितसूत्रं न ददाति. तर्हि किमस्ति अत्र? अष्टाध्ये अस्ति, तदेक स्टोरी बुक् इव अस्ति इति चिन्तयतु. तत्र क्रमेण पठति चेत् सौकर्यं भवति. किमर्थं स्टोरी मध्ये अस्ति रघु, अतः एकः केरेक्टर् अस्ति रामः, तत् वदति अहं गृहं गच्छामि. तदनन्तरं श्यामः अपि अस्ति, तत् स्टोरी मध्ये कथं लिखति? श्यामः इति तु न वदति अहमपि गृहं गच्छामि. साधारणतया श्यामः वदति अहमपि. अतः पूर्वतनवाक्यं दृष्ट्वा वयं ज्ञातुं शक्नुमः सन्दर्भदृष्ट्वा यत् श्यामः अपि अहमपि इत्यनेन अहम् अपि गृहं गच्छामि इति कथयितुं शक्नो इति कथयितुम् इच्छति तथा तथैव प्रकरणे ये सूत्राणि सन्ति सर्वे सूत्राणि समानानि सन्ति समानकार्यं कुर्वन्ति प्रायः तर्हि प्रथमसूत्रे केचन कानिचन पदानि सन्ति ते यदि पदानि अग्रिमसूत्रे अपि आगच्छन्ति पाणिनिः न लिखति यतोहि तेन लघुतं भवति परन्तु पूर्वसूत्रं दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् अग्रिमसूत्रे के के पदानि आगच्छन्ति इति अतः अनुवृत्त्याः महत्त्वमस्ति अतः प्रकरणस्य महत्त्वम् अस्ति अतः प्रकरणं विना विहाय अनुवृत्तेः चिन्तनम् एव न भवितुं शक्नोति अस्तु धन्यवादः महोदय धन्यवादः अस्तु अमित महोदय अस्ति खलु आं महोदय अग्रे पठतु प्रकरणम् इति वा आम् प्रकरणम् अत्र प्रथमम् उदाहरणम् अस्माकं परिचितम् इत्संज्ञाप्रकरणम् अस्मिन् क्रमेण अष्टसूत्राणि सन्ति यस्मिन् प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनानाम् अपेक्षा अनेन प्रकटं भवति यत् येषाम् अष्टानां सूत्राणाम् अवगमने मनसि दृढीकरणे च अष्टाध्याय्याम् एव पठनेन सौकर्यम् यत्र क्रमेण सूत्रेण प्राप्यन्ते अत्र क्रमेण चत्वारि सूत्राणि धातुषु अपि प्रत्ययेषु अपि प्रथमम् उपदेशे अज् अनुनासिक इत् 132 सूत्रं स्वयं सम्पूर्णं उपदेशे अज् अनुनासिकः इत् द्वितीयं हलन्त्यं 133 अनुवृत्तिसाहित्यसूत्रम् उपदेशे अन्त्यं हल इत् तत्र उपदेशे अज् अनुनासिक इत् इत्यस्मात् उपदेशे इत् इत्यनयोः अनुवृत्तिः तृतीयः न विभक्तौ स्मः 134 अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः तत्र उपदेशे अज् अनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः हलन्त्यम् इत्यस्मात् अन्त्यं हल् इत्यनयोः अनुवृत्तिः चतुर्थम् आदिर्निटुडवः अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः निटुडवः इतः तत्र उपदेशे अज् अनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः भुवादयोः धातवः 131 इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः वचनपरिणामं विभक्तिपरिणामं च कृत्वा अग्रे पठामि तत्र उदाहरणमेव अस्ति उदाहरणमेव अस्ति अस्माभिः पठितम् एक इत् संज्ञाप्रकरणस्य उदाहरणम् अस्ति तत्र सर्वाणि इत् संज्ञा सूत्राणि ये यानि इत् संज्ञकसूत्राणि सन्ति परस्पर पूर्वात् सूत्रात् पदानि आनीतव्यानि अनुवृत्ति रूपेण इति उदाहरणरूपेण दत्तमस्ति तदा अग्रे क्रमेण त्रीणि सूत्राणि प्रत्ययेषु एव पञ्चम शः प्रत्ययस्य 136 अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इति तत्र आदिर्निटुडव इत्यस्मात् आदिः उपदेशे अज् अनुनासिक इत् इत्यस्मात् उपदेशे इत् इत्यनयोः अनुवृत्तिः अतः अहम् इत्यनयोः अनुवृत्तिः इति पदस्य अपि अनुवृत्तिः कृतवान् चुटु षष्ठं चुटु अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ तत्र शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्निटुडव इत्यस्मात् आदिः उपदेशे अज् अनुनासिक् इत्यस्मात् उपदेशे इत् इत्यस्य अनुवृत्तिः सप्तमं लशक्वतद्धिते अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते तत्र शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिनिडव इत्यस्मात् आदिः उपदेशे अज् अनुनासिक् इत् इत्यस्मात् उपदेशे इत् अन्ते इत् लोपविधिः तस्य लोपः अनुवृत्तिसहितसूत्रं तस्य इतः लोपः तत्र उपदेशे अज् अनुनासिक् इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः आहत्य कस्मिन् अपि सूत्रे ये अर्थपूर्णार्थे ये यानि पदानि न दत्तानि सन्ति तेषाम् अनुवृत्तिः पूर्वात् सूत्रात् करणीयम् इति वार्ता अस्ति तत्तु प्रकरणं विहाय एव प्रकरणं विहाय एव सम्भवं प्रकरणं दृष्ट्वा एव सम्भवं न तु प्रक्रिया आम् यतोहि प्रक्रियायां अस्मिन् किमपि सूत्रस्य ओन्ली सम् सूत्रस् विल् बि रेफर्ड् टु फ्रोम् दिस् प्रकरणम् धन्यवादः महोदय तर्हि अन्ते सुमित्रा महोदय अस्ति खलु महोदय अस्मि पठतु महोदय सस्यं न सम्यक् अस्मि शृणोमि अद्य केवलम् अस्तु अस्तु क्षम्यताम् अस्तु अस्तु तर्हि अमित महोदय भवान् एव समापयतु अस्तु श्रूयते वा सम्यक् आमाम् अत्र कोष्टकमस्ति सूत्र किं सूत्रपर्यन्तं स्थूलाक्षराणाम् अनुवृत्तिः इति दत्तमस्ति भूवादयोः धातवः 131 93 पर्यन्तम् अनुवृत्ति धातवः इति पदस्य 1393 पर्यन्तम् अनुवृत्तिः भवति उपदेशे अज् अनुनासिक् इत् 132 इत्यस्मात् सूत्रात् उपदेशे इत् इत्योः पदयोः नवमसूत्रपर्यन्तम् अनुवृत्तिः भवति हलन्त्यं 133 इति सूत्रात् हलन्त्यम् इति पदस्य चतुर्थसूत्रपर्यन्तम् अनुवृत्तिः भवति न विभक्तौ तु स्मः 134 इत्यस्मात् सूत्रात् केनपि पदस्य अनुवृत्तिः न भवति आदिर्निटुडवः इत्यस्मात् आदिपदस्य अष्टमं सूत्रं पर्यन्तम् अनुवृत्तिः भवति शः प्रत्ययस्य इत्यस्मात् सूत्रात् प्रत्ययस्य पदस्य अष्टमं सूत्रपर्यन्तम् अनुवृत्तिः भवति चुटु लशक्वतद्धिते तस्य लोप इत्यस्मात् सूत्रात् कोऽपि पदस्य अनुवृत्तिः न भवति अत्र संक्षेपे प्रकरणस्य अन्यत् उदाहरणद्वयं दीयते येन प्रकरणसम्बद्ध अनुवृत्तिः स्पष्टतया दश्येत्। अस्तु, तत्तु वयम् अग्रे कुर्मः यतोहि समयं समाप्तः। परन्तु इत्संज्ञकप्रकरणम् अस्माभिः पूर्वम् अपि पठितं, तत् पुनः वयं पुनः वयम् अत्र दृष्टवन्तः, तत्र परन्तु प्रकरणरूपेण दृष्टवन्तः, यतोहि कथं सूत्राणि समानकार्यं कुर्वन्ति, कथम् अनुवृत्त्याः अनुवृत्तेः ज्ञानात् ज्ञाने सौकर्यं भवति प्रकरणस्य अध्ययन, अतः लिखितमस्ति 131, 132, 133, 134 एकप्रकरणे सर्वाणि सूत्राणि सन्ति, तत्र अतः अनुवृत्त्याः क्रमः ज्ञातुं शक्नुमः। धातवः 93 पर्यन्तं गच्छति, उपदेशे इत् 9 पर्यन्तं गच्छति, हलन्त्यं 4 पर्यन्तं गच्छति इति वार्ता अस्ति। प्रक्रियारूपे पठिष्यामः चेत् दिस् आर्डर् इस् डिस्टर्ब्, अतः अनुवृत्त्याः ज्ञानं न भवितुं शक्नोति इति वार्ता अस्ति। अस्तु, तर्हि धन्यवादः महोदय। प्रश्नः अस्ति वा कस्यापि? महोदय, एकः प्रश्नः, सिद्धान्तकौमुदी ग्रन्थे प्रक्रिया अनुसृत्य दीयते इति उच्यते, काशिकावृत्ति इति अपि ग्रन्थः अस्ति, तस्मिन् विषये किं वक्तुं शक्यते? तस्मादपि तस्मिन् अपि प्रक्रिया अस्ति वा? प्रकरणमस्ति न जानामि, परन्तु काशिकावृत्ति तु केन लिखितमस्ति? प्रकरणमेव अस्ति तद्। काशिकावृत्ति केन लिखितमस्ति? केन लिखितम् इति अहं न जानामि, न स्मरामि। कात्यायन वा? न स्मरामि, कात्यायन। काशिकावृत्तिविषये तु अहं न जानामि, परन्तु महोदया वदति प्रकरणे एव अस्ति। प्रकरणमेव अस्ति, तत्तु वृत्ति एव, टीका अस्ति। यदपि अहं चिन्तयामि यत् साक्षात् रूपेण अष्टाध्याय्यां टीका अस्ति, अष्टाध्यायीविषये टीका अस्ति, तदपि अष्टाध्यायी अनुसृत्य एव कार्यं करोति, अतः प्रकरणे एव प्रायः भवेत् इति। प्रकरणमेव अस्ति, तद् न प्रक्रिया ग्रन्थम्। अस्तु, धन्यवादः। अस्तु, तर्हि प्रश्नाः न सन्ति चेत् अद्य विरमामः, अग्रिमरविवासरे अग्रे कुर्मः। धन्यवादः महोदय, धन्यवादः महोदय, नमस्कारः।